started. Nam sarvebhya samasachindana api sarvesham swagatam. Pravartamana vishayam asti shashti tatpurusha samasasya nishetaka sutra avali tasmin dirgha sutram asti purana guna suhitartha sadavyatavya samanadi karne tasmin adya suhitartha iti arabhya agre sarema तत्र उमा भगिनी पठति वा पठामि महोदय. सुहितार्थः फलानां प्रति सुहिताः सुहितार्थः इत्यारभ्य सुहितार्थः सुहितार्थस्तृत्यर्थाः सुहितार्थाः इत्यनेन तृत्यर्थक शब्दानां ग्रहणं भवति. फलानां सुहिता फलानां तृप्तिः इत्यतः फलानां इत्यत्र षष्टिविभक्तिः करणस्य विवक्षायां शेषत्व विवक्षायां कृता वर्तते. षष्टि इति सूत्रेण यः समासः विद्यते तस्य निषेधः भवति. पूर्णगुणसुहितार्थ सदव्ययसव्यसमानाधिकरणेन इति सूत्रेण अतः फलसुहिताः इति षष्टितत्पुरुषः समासः न भवति. यस्य प्रयोगः एव करणीयः फलानां सुहितार्थाः सुहिताः इति सुहितार्थाः सुहिताः ओके सुहिताः. सो अत्र फलानां सुहिताः सुहिताः इत्यस्य अर्थः तृप्तिः इति. सो फलानां सुहिताः इति षष्टिविभक्तिः अत्र अस्ति. षष्टी इति सूत्रेण समासः द्वितीयः स्यात् किन्तु पूर्णगुणसुहितार्थ सदव्यय तद्व्यसमानाधिकरणेन इति सूत्रेण तस्य निषेधः भवति. अतः फलसुहिताः इति षष्टितत्त्वसः समासः न भवति. यस्य प्रयोगः स फलानां सुहिताः. तृतीयासमासस्तु स्यात् एव अर्थात् उक्तनिषेधः केवलं षष्टितत्पुरुषसमासस्य विषये न तु तृतीयतत्पुरुषसमासस्य विषये. अतः फलैः सुहिताः इत्यत्र करणत्वस्य विवक्षायां फलैः इति तृतीयान्तं सुबन्तं सुहिताः इति सुबन्तेन सह तृतीया तत्पुरुषसमासः भवति. कर्तृकरणे कृता बहुलं कर्तृकरणे कृता बहुलम् इति सूत्रेण अतः फलसुहिताः इति समासः निष्पन्नः भवति. एवमेव फलतृप्तिः इत्यपि समासः छिन्दः भवति. सो अत्र फलानां सुहिताः षष्टितत्पुरुषसमासः न सम्भवति किन्तु फलैः सुहिताः इति तृतीया विभक्त्या पदं योजनेन तृप्ति इति समासः सम्भवति. अतः सूत्रः कर्तृकरणे कृता बहुलम् इति सूत्रेण फलसुहिताः फलैः सुहिताः इति फलसुहिताः इति तृतीयतत्पुरुषसमासः सम्भवति. एवमेव फलतृप्तिः अपि फलैः तृप्तिः फलतृप्तिः इति समासः अपि सिद्धः. अत्र केवलम् एकमेक स्मर्तव्यं लोके तु भोजनसुहिताः इति शब्दं दृश्यते काव्येषु प्रयोगे तत्र भोजनसुहिताः इति भोजनेन तृप्तः इति अस्ति न तु भोजनानां तृप्तः. ओके तत्र सी नार्मल् टेण्डेन्सि फार् अस् इस् वाट् देट् happiness because of bhojanam. So because of bhojanam means we'll think immediately shashti bhavatini, right? So that only thing is that it's not very important thing. Karana vivaksha, karanatva vivaksha asti iti krutva tritiya tatpurusha samasa bhavati. Natu karana avivakshayam yoge shashti iti na bhavati. कृतयोगे षष्टि भवति किन्तु समासः न भवितुम् अर्हति. तदनन्तरं तस्मिन् अग्रिमपदमस्ति सत् अव्ययतव्यसमानाधिकरणे इति अवशिष्यमस्ति. तत्र सत् इत्यनेन शत्रुप्रत्ययान्तशब्दानां शानच् प्रत्ययान्तशब्दानां ग्रहणं भवति इति अस्ति. उषा भगिनी पठति वा? आम् महोदय. सत् इत्यनेन शत्रुप्रत्ययान्तशब्दानां शानच् प्रत्ययान्तशब्दानां ग्रहणं भवति. पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन इति सूत्रेण सत्संज्ञकप्रत्ययं उपयुज्य यः शब्दः निष्पन्नः तेन सह षष्टितत्पुरुषसमासः न भवति. तौ सत् इति सूत्रेण शत्रुशानचौ सत् संज्ञौ भवतः. शत्रन्तशब्देन शाणचन्तशब्देन च सः षष्ट्यन्तस्य समर्थ सुबन्तस्य समासः षष्ठी इति सूत्रेण प्राप्तः आसीत्. तादृशस्य कृत्योगस्य षष्टिसमासस्य निषेधार्थमेव पूर्णगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन इति सूत्रे सत् इति पदस्य प्रयोगः कृतः अस्ति. पूर्णगुणसुहितार्थ सद् अव्ययतव्यसमानाधिकरणेन इति सूत्रं षष्टिसमासनिषेधकसूत्रम् अस्ति. सूत्रे सत् इति पदस्य विवरणं दत्तम् अत्र तौ सत् इति सूत्रेण सत् इति पदस्य सूत्रे उल्लेख सत् इति पदस्य शत्रु अथवा शत्रु च शानच्च ग्रहणं भवति. शत्रुन्तशब्दं शानचन्तशब्दं द्वयोः शब्दः कृतन्तशब्दः. शत्रुन्तशब्दः शानचन्तशब्दः तौ सत् इति सूत्रेण सत्संज्ञौ भवतः. सत्संज्ञा भवतः. षष्टि इति सूत्रेण कृतन्तप्रयोगे शत्रु च शानच्चन्तशब्दः कृतन्तशब्दः इत्यनेन षष्टि इति सूत्रेण षष्टि समासः भवितुम् अर्हति. परन्तु पूर्णगुणसुखितार्थसद्व्ययतव्यसमानाधिकरणेन इति निषेधसूत्रेण सत् इति पदस्य प्रयोगः अस्ति इत्यनेन षष्टिसमासः निषेधं भवति. अत्र तौ सत् इति सूत्रं किं वदति? संज्ञासूत्रमस्ति. तौ सत् कृत् इति अनुवृत्ति अस्ति. तत्र किम् अस्ति? प्रत्ययातरश्च आद्युतातश्च धातोः वर्तमाने इति अस्ति. इति संज्ञासूत्रम् इति अस्ति. किं वदति? दीस् टु तौ इत्युक्ते शत्रुशानच् आर् काल्ड् सत्. दीस् पर्टिक्युलर् अफिक्सस् गेट् कनेक्टिव्लि द नेम् पार्टिसिपल्स् कलेक्टिव्लि गेट् नेम् अन्लिमिटेड् बै द कण्डीशन् present tense but sometimes future tense also, not limited to condition enumerator, so that they replace not only affixes of the present tense but sometimes future tense also. This is what one, which one is sutra? Lrit sadva. Oh, lritaha. So that's the future. Lritaha. Sadva. Lritaha sadva. Okay. So that is also these. Thus, Brahmanasya kurvan karishyan kurvanaha karishyamanaha. Both present tense and future tense. Karishyan karishyamanaha iti shatru and shanach. Shatru. Kurvanaha right. Shatru karishyamanaha lrit शाणच् रैट् तौ सत् शत्रुशाणचौ सत्सम्यौ भवतः तौ ग्रहणम् संसर्गार्थम् मात्रस्य संज्ञा भवति ब्राह्मणस्य कुर्वन् ब्राह्मणस्य कुर्वाणः ब्राह्मणस्य करिष्यन् ब्राह्मणस्य करिष्यमानः सत्प्रदेशः पूर्णगुणसुहितार्थसद्यसभ्यसमानीकरणे इत्यमेव आदाय तत्र सद् इति ब्रेक् ब्रोक् But then tau is coming from where? So there must be shatru shanach. Lataha shatru shanachau apratama samanadikaranena. I have heard that sutra, don't know exactly, but lataha shatru shanachau, padachedaha lataha shatru shanachau apratama samanadikaranena. I thought samanatikarane. Aha. 3-2-1-24 Modi. What is that? 3-2-1-24. Vartamanarthe pratama vibhakti pratama bhinna vibhaktehe vishaye lat lakarasya shatrishanach adeshaha bhavati bhavataha. Anena sutrena लट् लकारस्य स्थाने शत्र तदा शानच् एतयोः द्वयोः कृत् प्रत्ययोः विधानं भवति विक्रियते अयम् आदेशः वर्तमानकालस्य अर्थे भवति अस्मिन् सूत्रे अप्रथमा समानाधिकरणे इत्यपि उक्तमस्ति अतः अयम् आदेशः प्रथमा भिन्नविभक्तेः विवक्षा अस्ति चेदेव भवति प्रथमा भिन्न विभक्तेः विवक्षा बट् वि यूस् इट् इन् प्रथमा विभक्ति आल्सो बट् ऐ थिङ्क् देर् इस् सम् वार्तिकम् आर् संथिङ्ग् दट् विल् से दट् ऐ डोण्ट् ऐ थिङ्क् अत्र पश्यतु किम् अस्ति पट् योगः लट् वर्तमाने लटः शत्रुशानचो प्रथमा अप्रथमा समानाधिकरणे सूत्रेण शत्र आदेशः भवति लटः स्थाने तदनन्तरं अत्र एव अवशिष्यते अनुबन्धलोपान् कर्तरि शप् आयाति पट् योगः शप् योगः अत् पठत् इति प्रातिपदिकं कर्तदन्तयोगे अस्ति न इति कृत्वा प्रातिपदिकं सिद्धं भवति कृतसमासाश्च इति पठन् पठति भवन्ति न एवं वन्द् लट् शानच् शानच् कुत्र इति परस्मे आत्मनेपदे एव शानच् आयाति न परस्मेपदि परस्मेपदि शत्र आत्मनेपदि अस्ति इति शानच् तत् वन्दमानः इति भवति ज्ञातव्यं किम् अस्ति शत्रुशानच् ज्ञातव्यं शत्रुशानप्रत्ययो कृत् प्रत्ययौ स्तः एतयोः प्रयोगेन प्रातिपदिकनिर्माणं भवति तिङ्क् सर्वधातुकम् इत्यनेन शानच् शत्रुशानच् प्रत्ययोः सर्वधातुकसंज्ञा भवति अतः एतयोः प्रयोगे गणविकरणप्रत्यय अपि यथा योग्यम् आगच्छति यदा नृत् योगः शत्रे नृत्यते तत्र नृत्यत् योगः शानच् जानाना ज्ञाजनोर्जा इति आदेशेन ज्ञा जा भवति तदनन्तरं शानच् वृत्ति अस्ति एतम् आप् योगः शत्रु आप्नुवत् कृयोगः शानच् कुर्वान् अप्रथमासमानाधिकरणशब्दस्य निर्माणम् एतादृशं क्रियते अप्रथमा समानाधिकरणम् इति समान अभिधेयम् अतः अप्रथमसमानाधिकरणम् अप्रथमया समानाधिकरणं प्रथमा भिन्नं यस्य प्रत्ययस्य अभिधेयं सः इत्युक्ते शत्रुशानच् प्रत्ययान्तप्रातिपदिकात् परः तस्य एव सुप्रत्ययस्य प्रयोगे भवितुम् अर्हति यः प्रथमाविभक्तेः अभिधेयं स्वीकरोति यदा पच् योगः शत्रुयोगः आम् पचन्तं वन्द शत्रुशानच् वन्दमानन् इत्यादयः केचन वैयाकरणास्मिन् सूत्रे नन्वेर्विभाषा इत्यस्मात् विभाषा अपि अनुवर्तयन्ति विभाषा इत्युक्ते विकल्पेन अयं विकल्पः प्रथमासमानाधिकरणम् अस्ति इत्युक्त्वा प्रथमया विषये अपि शत्रुशानच् प्रतियोगप्रयोग विकल्पेन भवितुमर्हति यतः रामः पठन्नस्मि अस्ति छात्राः वन्दमानः अस्ति माता पचन्ती अस्ति आदयः अस्मिन् विषये भाष्ये उक्तमस्ति किं तर्हि इदानीं विभाषा प्रथमासमानाधिकरणे यदा पचन् भवति पचन् पचति पचमानः पचते इति यद्यपि अनेन सूत्रेण शत्रुशानप्रत्ययोः प्रयोगः वर्तमाने उक्तः अस्ति तथापि लृढः सदा सद्वा इत्यनेन सूत्रेण अनेः प्रत्ययप्रयोगे लृट् स्थाने लकारस्य स्थाने भविष्यति अस्मिन् अर्थे अपि भवति यदा करिष्यन्तं करिष्यमाणम् संस्कृतभाषायां वर्तमानकाल एक एव अस्ति तस्य प्रसेण्ट् कण्टिन्यूस् प्रसेण्ट् पर्फेक्ट् आदेः भेदान् न सन्ति अतः शत्रुप्रत्ययस्य शानच् प्रत्ययस्य या प्रथमाविभक्तेः प्रयोगात् तमेव वर्तमानं निर्दिशयति यं लट्लकारः निर्देशयति इत्युक्तौ रामन् पठन् अस्ति इत्युक्ते रामः पठति इति एव द्वयोः वाक्योः अर्थयोः भेदः नास्ति ओके कन्फ्यूशन् नैव इट्स् वेरि क्लियर् इङ्ग्लिश् ओके सो फार् अस् वाट् इस् हियर् इस् सत् इस् अ संज्ञा फार् शत्रुशानचौ यदि शत्रुशानचस्य षष्टि कथं विधानं भवति कदा षष्टिः भवति केन कारणेन कर्तृकर्मणो कृति इत्यनेन कृत् प्रत्ययः परः अस्ति कृतयोगे षष्टिः भवति कृतयोगे षष्टिः भवति चेत् तस्य समासः न भवति द्विजस्य कुर्वन् अग्रे पठतु भगिनि द्विजस्य कुर्वन् कुर्वाणः ओके कुर्वन् कुर्वाणः नाम किङ्करः सेवकः इत्यर्थः अस्मिन् उदाहरणे शत्रुप्रत्ययान्तशब्दस्य शाणच् प्रत्ययान्तशब्दस्य च प्रयोगः दृश्यते षष्टि इति सूत्रेण यः समासः विधीयते तस्य निषेधः भवति पूर्णगुणसहितार्थसद्भव्ययतव्यसमानाधिकरणेन इति सूत्रेण अतः द्विजकुर्वन् द्विजकुर्वाणः इति षष्टि तत्पुरुषसमासः न भवति व्यस्तप्रयोगः एव करणीयः द्विजस्य कुर्वन् द्विजस्य कुर्वाणः इति ओ इन् दिस् सेण्टेन्स् इस् वेर् वि हेड् लाट् आफ् discussion evameva brahmana sukurvan I said so many wrong things that day I was just listening to the recording again so I found that you were on the crossfire and I was saying things wrong I felt so stupid later ayyo anyway एवमेव ब्राह्मणस्य कुर्वन् कुर्बाणः वा द्विजस्य कुर्वन् ओके द्विजस्य कुर्वन् अथवा द्विजस्य कुर्बाणः ओके कुर्बन् कुर्बाणः नाम किङ्करः कुर्बन् ओके कुर्वाणः नाम किङ्करः सेवकः इत्यर्थः. अस्मिन् उदाहरणे शतप्रत्ययशब्दम् अम शाणप्रत्ययान्तशब्दस्य च प्रयोगे दृश्यते. षष्ठी ओके द्विजक्कुर्वन् द्विजक्कुर्वाणः इति षष्ठी तत्पुरुषसमासः न भवति. ओके किङ्करः सेवकः द्विजस्य कुर्वन् इति चेत् one who works for the so but then the sentence is not vijaha karoti, that's where I had lot of problems because see, it's like this is why I purposefully read that sutram which is explaining the whole thing. This sutra, if you have understood properly, see what does it say in this thing. रामन् पठन् अस्ति इत्युक्ते रामः पठति इत्येव अस्ति न. तत्र रामस्य पठन् अस्ति एव भवितुमर्हति कृतयोगे षष्टि. किन्तु किं करोति नन्नोर्विभाषा इति सूत्रेण अत्र प्रथमा विभक्ति भवितुम् अर्हति. यतोहि अप्रथमा समानाधिकरणे इति सूत्रेण उक्त्वा कृत्वा रूपद्वयं विकल्पेन भवति. एकमस्ति भवति कृतयोगे षष्टि इति कृत्वा रामस्य पठन् इति, नो चेत् नन्नोर्विभाषा इति सूत्रेण प्रथमापि भवितुम् अर्हति येन राम पठन् अस्ति इति भवति. महोदय कर्तृकर्मणो कृति इत्यनेन षष्टि इति केन सूत्रेण भवति इति कर्तृकर्मणो कृति इति अस्ति. अप्रथमा समानाधिकरणे इति सूत्रेण प्रथमा विहाय अन्यविभक्तिषु लब्धः स्थाने शत्रुशानचस्य आदेशः भवति इति अस्ति, रैट्? तो शत्रुशानच यदा भवति कृदन्तयस्ति कृत्वा कृतयोगे षष्टि भवति. यदि करणविवक्षा अस्ति चेत् तृतीया भवितुम् अर्हति. यदि अपादानम् अस्ति चेत् पञ्चमी भवति. उपादानम् अस्ति चेत् चतुर्थी भवितुम् अर्हति इत्यादि अप्रथमासमानाधिकरणेन अन्यविभक्तीनां यदि भवितुम् अर्हति चेत् कर्तुं शक्यते. किन्तु नन्नोर्विभाषा किं भवति? विभाषा इति अनुवर्ति अस्ति कृत्वा प्रथमा अपि भवितुम् अर्हति इति. रामस्य पठन् अथवा ब्राह्मणस्य कुर्वन् ब्राह्मणः कुर्वन् इति अत्र महोदय ब्राह्मणस्य कुर्वन् इति चेत् दे अत्र दत्तं किङ्करः इति कुर्वन् कुर्वाणः इति किङ्करः सेवकः इत्यर्थः. कुर्वन् इति कुर्वन् करोति इति अर्थे अस्ति न. देन् द्विजस्य सेवकः वन् हु डस् द कार्यम् इस् द सेवकः. Listen to me. Kurvan is a shatranja shabda, right? Amma. What does it indicate you? Latha sthane shatran. Iti kurte kim bhavati? Karoti iti sthane kurvan iti ayati. Yeah. Any doubt on that? No. Vijaha karoti is what first I also thought. So karoti sthane kurvan iti ayati. यदि कुर्वन् इति आयाति वाट् डस् इट् मीन्? इट् मीन्स् करोति इति अर्थम् एव सूचयति. देन् दट् सेण्टेन्स् इस् राङ्ग्. कुर्वन् कुर्वाणः नाम किं करः? न, लिसन् टु मी, दट् इस् यु शुड् नाट् जम्प् इन् टु कन्क्लूषन्. वै इट् इस् दट् करोति इवन् दो द मीनिङ्ग् इस् करोति इस् दट् नौ विवक्षा इस् वाट्? द्विजः स्वयं करोति अथवा अन्येन कार्यं कर्तुं प्रेरयति? अन्येन कार्यं कर्तुं प्रेरयति. यदि अन्येन कर्तुं प्रेरयति तत्र द्विजस्य इति षष्टिः भवति कृतयोगे षष्टिः कृत्वा. किङ्करः इति अर्थं स्वीकुर्मः चेत् रामवृद्धस्य द्विजस्य श्यामः कुर्वन् इति अस्ति. तत्र श्यामः करोति इति अर्थं भवति न? एण्ड् रामः बिकम्स् द्विजस्य किङ्करः रामः करोति इति अस्ति वर्तं भवति. सो वेन् इट् इस् सेड् द्विजस्य कुर्वन् हू नोस् देट् रामः इस् द किङ्करः आफ् द्विजन् द्विजः he will immediately get the meaning that dvijasya kurvan ityukte ramena ramaha karyam karoti iti. Am mahodaya, but then the dvija is not doing the karya. No, dvijasya kurvan ityate kim karati kinkaraha karyam karoti iti artha. Ah, kinkaraha karyam karoti is what my sentence also would be. द्विजस्य कुर्वन् अत्र किम् अस्मिन् सूत्रे किं किं दत्तमस्ति भगिनी पूर्व पश्यतु उदाहरण रामः पठन् अस्ति राम इस् पठति रामः पठति देर् इस् नो कन्फ्यूशन् महोदय रामः पठन् अस्ति इस् द सेम् अस् रामः पठति. That is very clear. So, this sutra is not helping there. No, lat sthane shatra shanachi bhavati iti eva prathama samanadhikarane. That is where we get patan, patan kurvan, yeah. Kintu but yataha tausat iti eva bhavati, tatsa kevan saptya sutra masti, natu vidhi sutra. आं महोदय इवन् घटः शत्रुशाणचौ अप्रथमा समानातिकरणे देर् दे आर् ओन्ली टाकिङ्ग् अबौट् द टर्म् हौ ऐ गेट् पठन् अत्र किं लिखितमस्ति ब्राह्मणस्य कुर्वन् ब्राह्मणस्य कुर्वाणः इति अस्ति न बट् सेण्टेन्स् ब्राह्मणः करोति इस् नाट् देर् ब्राह्मणस्य कुर्वन् इस् नाट् ब्राह्मणः करोति यदि कुर्वन् इति समानादिकम् अस्ति नो बट् रामः पठन् अस्ति इस् नाट् सेम् अस् रामस्य पठन् द लटः शत्रुशाणचौ इस् टेलिङ्ग् मी दट् कुर्वन् हौ डु ऐ गेट् द पदं कुर्वन् अथवा कुर्बाणः Anyway, maybe सत् ब्राह्मणस्य कुर्वन् ब्राह्मणस्य कुर्वाणः अव्ययः ब्राह्मणस्य कृत्वा ब्राह्मणस्य कृत्वा द्विजस्य कुर्वन् कुर्वाणो वा इति सिद्धान्तकौमुदी उच्यते किङ्करः इत्यर्थः किङ्करः इत्यर्थः दट् इस् ओके द्विजस्य कुर्वन् द वन् हु वर्क्स् फार् द द्विज दट्स् द किङ्कर द वन् हु वर्क्स् या सो द किङ्करः करोति सो दिस् वर्ड् मीन्स् नाट् द्विजः करोति इट् केवलं कर्तारं सूचयति आम् सो किङ्करः द्विजस्य कुर्वन् इत्युक्ते श्यामः श्यामः इति एव सेवकः तस्य नाम अस्ति न सो द्विजस्य कुर्वन् अथवा द्विजस्य कुर्वाणः इति केवलं संज्ञा अस्ति किङ्करः अथवा सेवकान् सूचयति न तु सम्पूर्णवाक्यमस्ति सो द्विजस्य कुर्वन् द्विजस्य कुर्वाणः षष्टि भवितुम् अर्हति परन्तु षष्टि निषेधं क्रियते पूरणगुणसुचितार्थ इति सूत्रेण मेबि स्वामिभृत्यभावः अस्ति न सो दट् इस् वै वि आल् गाट् कन्फ्यूस्ड् बै विद्याभगिनी सो मेनि क्वश्चन्स् इन् द क्लास् ऐ गाट् मोर् कन्फ्यूस्ड् बिकास् ऐ वास् देर् Right. I become rattled when, and then I said wrongly, patitaha, ayyo, either patataha. Yeah, but Vidya Bhagini has got a trick, you know, she takes you to the basics. Yeah. And when the questions of the basic is coming, it is contradicting with what you are seeing here. द्विजस्य कुर्वन् कुर्वन् स्थाने करोति अस्ति चेत् द्विजः करोति इति भवति न Shriram Mahodaya helped you in 2-3 places. Yeah, and still I made mistake. That's okay. Many, that is how we all learn. Yeah. Agreeva padudu, agreeva, I think. Okay. Yeah. Kaushika. But he has added new padam, new prateer, parichedas here. But anyway, we will read for ourselves so that in the class we will have better clarity. कौशिक सिद्धान्तकौमुदी इत्यादिषु ग्रन्थेषु सत् इत्यस्य उदाहरणं द्विजस्य कुर्वन् कुर्वाणः वा इति दीयते. पदमञ्जर्याम् उक्तं यत् ब्राह्मणस्य पाचकः इत्यत्र सम्बन्धार्थे षष्टि. ब्राह्मणस्य पाचकः सम्बन्धार्थे षष्टि. पाचकः देर् इट्स् कृत् प्रत्यय. एनिवे, तस्याः सुबन्तेन यथा समासः भवति तथा ब्राह्मणस्य कुर्वन् अथवा द्विजस्य कुर्वन् इत्यत्रापि समासः स्यात् इति. कुर्वन् इति किङ्करः उच्यते यतोहि सः एव कुर्वन् भवति. सः एव कार्यं भवति. ओके, पदमञ्जर्याम् उक्तं यत् ब्राह्मणस्य पाचकः इत्यत्र सम्बन्धार्थे षष्टिः भवति. ब्राह्मणस्य पाचकः द वन् हु कुक्स् फार् द ब्राह्मन्. ब्राह्मणस्य पाचकः इति कृत् प्रत्यय कृतन्तम् अस्ति. वै केण्ट् इट् बि कृतन्तशब्दं? कृतन्तशब्देन बट् सम्बन्धं सूचयति अत्र. स्वामी स्वस्वामिभावसम्बन्धः अस्ति देर्. स्वामिभृद्धसम्बन्धः. सो सम्बन्धार्थे षष्टि. सो तस्याः सुबन्तेन यथा समासः भवति तथा ब्राह्मणस्य कुर्वन् अपि द सेम् वे या अथवा द्विजस्य कुर्वन् इत्यत्रापि समासः स्यात् इति. कुर्वन् इति किङ्करः उच्यते यतोहि सः एव कुर्वन् भवति. ओके, भाष्यकारेण उक्तं यत् इदम् उदाहरणद्वयं सत् इत्यस्य उदाहरणं न भवितुम् अर्हति. किमर्थम् इति चेत् कर्तृकर्मणोः कृति इति सूत्रेण कृद्योगे अनुक्तकर्तुः कर्तृकर्मणोः कृति इति सूत्रेण कृद्योगे अनुक्तकर्तुः अनुक्तकर्मणः च षष्टि विधीयते. किन्तु न लोकाव्ययनिष्ठाकलर्थतॄणाम् इति सूत्रेण शत्रुप्रत्ययान्तस्य शाणच् प्रत्ययान्तस्य योगे षष्टिविभक्तेः निषेधः क्रियते. अतः शत्रुप्रत्ययान्तस्य शाणच् प्रत्ययान्तस्य च योगे षष्टिविभक्तिः प्राप्ता एव नास्ति. अतः शत्रुप्रत्ययान्तस्य शाणच् प्रत्ययान्तस्य योगे षष्टिविभक्तिः प्राप्ता एव नास्ति चेत् कथं वा षष्टिसमासस्य निषेधः शक्यते? प्राप्ति एव नास्ति. कर्तृकर्मणो कृति इति सूत्रेण लोकाव्ययनिष्ठाकलर्थप्रत्ययान्तस्य प्रयोगे षष्टि निषेधः क्रियते. षष्टिविभक्ति निषेधं भवति न लोकाव्यय पूर्णगुणसुहितार्थसद्व्ययतव्यसमानातिकरणेन इति सूत्रेण निषेधमपि न भवितुम् अर्हति. ओके, अतः द्विजस्य कुर्वन् द्विजस्य कुर्वाणः यदि षष्टि एव न भवितुम् अर्हति चेत् तस्य निषेधः किमर्थम् इति भाष्यकारस्य मतम्. किन्तु भाष्यकारसिद्धान्तकौमुदी दीयते शत्रुशानप्रत्ययस्य कुर्वन् इति ब्राह्मणस्य कुर्वन् अथवा द्विजस्य कुर्वन् इति समासः न भवति पूर्णगुणसुहितार्थसद्व्ययतव्यसमानाधिकरणेन इति सूत्रेण. किन्तु भाष्यकारः किं वदति? नो, षष्ट्येव न भवति. नो कुर्वन् इति किङ्करः उच् सो देर् द कौशिका सिद्धान्तकौमुदी बिकास् पतमञ्जरी सेस् सम्बन्धार्थे षष्टि भवति इत्यनेन देन् समासः भवितुम् अर्हति महोदय अत्र बट् भाष्यकार इस् सेयिङ्ग् कर्तृकर्मणो कृति भाष्यकारेण उक्तं यत् इदम् उदाहरणद्वयं सत् इत्यस्य उदाहरणं न भवितुम् अर्हति ओके ओके सो हि इस् टेकिङ्ग् अवे दिस् होल् थिङ्ग् किमर्थम् इति चेत् हि से ओके कर्तृकर्मणो कृति इति सूत्रेण कृत्योगे अनुक्तकर्ता अनुक्तकर्म षष्टि विधीयते किन्तु न लोकाव्यय ऐ हेव् हर्ड् दिस् सूत्र सो मेनि टैम्स् बट् ऐ हेवन् स्टडि न ल उक ऐ थिङ्क् न ल उक समथिङ्ग् लैक् दट् इट्स् अ टफर् सूत्र न लोकाव्ययनिष्ठ कलर्थतृणाम् न ल उ उक अव्ययनिष्ठ कलर्थतृणाम् उ उक सो द लकार उकार मेक्स् दट् लो अण्ड् देन् लो अण्ड् देन् नो ला प्लस् उ लु लु प्लस् उक बिकम्स् लोक लोक ओ आम् महोदय या akara ukara first is la plus no first is see you if you look at this way la it's plus u plus u dirgha ukara bhavita marhati na u plus u so luka it should have been luka in one way but if you take la plus u lu then u followed by another u agha savarne dirgha bhavita marhati no no this is lakara is lakara lakara akara akara eva akara and then ukara so, so akara then, ukara okara bhavati so then I can make ukara ukara first as u and then make lo then again la plus u becomes lo right okay a no. plus u is what a plus u is o yeah akara and then o. so yeah right so u plus u is dirgha u or hrsva u both yeah. will make akara o so loka loka loka avyaya nishta nishta kalartha trinam nishta kalartha trinam shasti anabhite iti sutram kim vadati sutrartham six case is not used to express the agent or the subject that is the object akartra I mean karma both are not there when the word is used by an active participle ending this English becomes a very big problem for active participle and etc ending in ending the suffix in la indeclinable la or u or uka are an indeclinable avyaya there are by a past participle in the ta pratyaya and tabatu are by Nishta. Word ending in an affix having the sense of kal are by a noun of agency formed by tran okay after these words instrumental case must be employed to denote agent or the accusative case to denote the subject this sutra divas 60 shasti which should have come by this sutra what is this sutra that is the kartrakarmano kriti 2365 kartrakarmano kriti okay kartrakarmano kriti the word loka is formed by la plus u plus uka la plus uka loka okay given here right amma yeah so the word love is the substitute of La. Oh, substitute of la, that is the present participle. That is the where that sutra, that lataha shatrishana chav apratama samanatikaranena, the 32124, and the karnach 32106, and the kvasu 32107, and he and kin. Kin, 32172, thus odhanam pachan, pachan pachamanah hai, पेचमानः पेचमानः पेचमानः इस् कानच् ऐ गेस् पेपिः Okvasu is pechi one. Okay. Papi is ki. Okay. Papihi. And then somam. No, maybe I'm saying it wrong. No, kvasu is certainly pechi one. Kanak is pechanaha. Pechanaha. Oh, cha. Kanach. Kanach. Oh, this is... Anach will remain. No, Anach. Ka will go. Anach will remain. Pechamana. Pechamana. No, Kanach is also... Shatrishanach, you get Pachan. Shatri, you get Pachan. Yeah. Then Anach, you get Pechamana. Oh, this Kanach is... No, no, no, no. Shanach is Pachamana. Pechanaha. Pechanaha. Pechanaha is due to kwasu. No, no, Madhya. Pechanaha is Kanach. Pechanaha is Kanach. That is, pa becomes pe. That katam. Anyway, there must be some prakriya. Pechanaha or Pechivan. Pechivan, I thought, is kwasu. No, Pechanaha or Pechivan, both are for Kanach? I don't know. Anyway, I don't know Kanach. Uma Bhagini was mentioning Kanach. She's not there. 3210. Like Shanach, Kanach is also there. Ka, first Ka. Yeah, Litaha Kanach Va. Okay. Kwasushcha. Litaha Kanachva, then Kosush. Oh, so Pech. Oh, okay, okay. I know how the Pechanaha came. Once they say lit, so for the lit, they brought the Kanach. Oh. And for the Litaha, and then I know that sutra, 64120 or something like that, where the Yekara comes. Oh, I like the sound of that sutra. 64120. 120, yeah. Atha yekahal madhye anadeshatir liti. Yeah. There the yekara will come. And Atha yekahal madhye anadeshatir liti. Achaha yekahal madhye anadeshatir liti. Oh, the previous angasya ekahal madhye sitasya akarasya lit lakarasya kit pratyaye pare ekadeshah bhavati tata abhyasasya lopaha bhavati. But the ekarah comes from the previous litasti krita abhyasah na lit abhyasah asti, and from the previous sutra the ekarah comes. So this is ekahal madhye stitasya akarasya. So for the pach, the two hal madhye the akaraha asti, so for that dhatu then it will come. Vaso redha abhyasa lopascha, something I got confused here, where the ekara comes. Anyway, vasoho as tata at dhatoho ekaradeshah bhavati tata abhyasasya lopah bhavati hi pratyaye pare. I have heard about all these sutras. So the litaha, for the lit up, the Kanach is for lit. And kwasu is also for lit. So anyway, we are going, which is not necessary. Not necessary, but see, this is how we get connected with the other part of it. No, otherwise we will never know these things. Yeah. So I don't mind going to these areas which are not covered by this sutra. So for us, now, here we know that na loka vyaya nishtha kalatr naam iti sutrena shatrishananja pratyayoga shasti nisheda asti iti kritva na purana guna suhidartha sadavya tavya tata kailim kartum shakyate evana. षष्ठी न जाता अस्ति किन्तु निषेधः कथं भवति? आम् अतः अन्यः विषयः अपि अस्ति यत् कुर्वन् कुर्वाणः इति सत् प्रत्ययान्तस्य योगे षष्ट्यन्तं पदं नास्ति. अत्र अन्यः विषयः अपि अस्ति यत् कुर्वन् कुर्वाणः इति सत् प्रत्ययान्तस्य योगे षष्ट्यन्तं पदं नास्ति अपि तु द्विजसम्बन्धितस्य ब्राह्मद्रव्यस्य द्विजसम्बन्धितस्य बाह्यद्रव्यस्य अपेक्षा वर्तते इति कृत्वा उदाहरणमेव सम्भवति. द्विजस्य ओदनं कुर्वन् ओके द्विजस्य ओदनं कुर्वाणः इति इदानीं द्विजस्य इति पदस्य सम्बन्धः ओदनम् इति पचेन सह वर्तते, न तु सत् प्रत्ययान्तेन सह. अतः द्विजस्य कुर्वन् द्विजस्य कुर्वाणः इत्यत्र तु समासः न शक्यते एव, यतोहि षष्ट्यन्तस्य पदस्य सत् प्रत्ययान्तेन सह सम्बन्धः एव नास्ति. द्विजशब्दस्य सम्बन्धः तु ओदनम् इति पदेन सह वर्तते इति कृत्वा द्विजशब्दः तु सापेक्षः भवति. सापेक्षम् असमर्थं भवति इत्यतः असमर्थस्य समासः न भवति. अतः द्विजस्य कुर्वन् इत्यत्र षष्टिसमासः एव न शक्यते. एवं रीत्या द्विजस्य कुर्वन् द्विजस्य कुर्वाणः इति तु उदाहरणं न भवितुम् अर्हति. षष्टिसमासस्य निषेधार्थं पूर्णगुणसुहितार्थसद्व्यजतव्यसमानाधिकरणेन इति सूत्रेण. ओ दट्स् इट्. अपेक्षा अपेक्षा सहितं सापेक्षम्. द्विज शब्दस्य सम्बन्धः तु ओदनम् इति पदेन सह वर्तते इति कृत्वा द्विजशब्दः तु सापेक्षः भवति. सो इट् एक्स्पेक्ट्स् ओदनं द्विजशब्दस्य ओदनं द्विजस्य ओदनम् इति भवति. ओके सापेक्षम् असमर्थं भवति इत्यतः असमर्थस्य समासः न भवति. सो द्विजस्य ओदनम् इत्यस्य कृते अपि समासः न भवितुम् अर्हति. द्विजस्य ओदनं द्विजस्य ओदनं द्विजस्य सम्बन्धः तु ओदनम् इति एव ओदनम् इत्येव अस्ति. बट् सो नौ द्विजस्य ओदनम् इत्यस्य कृते सम्बन्धेन षष्टि भवितुम् अर्हति न द्विजोदनं भवितुम् अर्हति. बट् इट् डसन्ट् से किन्तु ओदनं कुर्वन् ओदनं कुर्वन् ओदनं कुर्वन् समासः न भवति. द्विजस्य कुर्वन् न समासः न भवति. बट् द्विजस्य ओदनं तत्र द्विजस्य कुर्वन् सामर्थ्यमेव नास्ति रैट्. द्विजस्य कुर्वन् तयोः मध्ये सम्बन्धः एव नास्ति. किन्तु किं कारणं? बाह्य अर्थस्य अत्र प्रसक्तिः अस्ति. यदा द्विजस्य किङ्करः कुर्वन् अस्ति तत्र किङ्करः इति बाह्यवर् अर्थम् अस्ति न द्विज अन्तर्गत अर्थम् अस्ति. तस्य बाह्यद्रव्यस्य अपेक्षा द्विजसम्बन्धस्य बाह्य द्रव्यस्य अपेक्षा वर्तते इति कृत्वा उदाहरणम् एव सम्भवति. द्विजस्य ओदनं कुर्वन् अथवा द्विजस्य किङ्करः कुर्वन् इति अस्ति न इदानीं द्विजस्य इति पदस्य सम्बन्धः ओदनम् इति पदेन सह वर्तते, न तु सत्प्रत्ययान्तेन सह इति कृत्वा द्विजस्य ओदनम् इति सम्बन्धषष्टिः भवितुमर्हति, न तु सत्प्रत्ययान्तेन सह. अतः द्विजस्य कुर्वन् द्विजस्य कुर्वाण इत्यत्र तु समासः न शक्यते एव, यतोहि षष्ट्यन्तस्य पदस्य सत्प्रत्ययान्तेन सह सम्बन्धः एव नास्ति. द्विजस्य द्विजशब्दस्य सम्बन्धः तु ओदनम् इति पदेन सह वर्तते इति कृत्वा द्विजशब्दः तु सापेक्षा भवति. सापेक्षम् असमर्थम् अस्ति इत्यतः असमर्थस्य समासः न भवति इत्येव अस्ति. अतः द्विजस्य कुर्वन् इत्यत्र षष्टिसमासः एव न शक्यते एवं रीत्या द्विजस्य कुर्वन् द्विजस्य कुर्वाणः इति तु उदाहरणं न भवितुम् अर्हति षष्टिसमासनिषेधार्थपूर्णगुणसूचितार्थस्य इति सूत्रस्य कृते इति. इदानीमपि प्रश्नः अस्ति यत् पूर्णगुणसुहितार्थसद्भवेतव्यसमानाधिकरणसूत्रे सत् इति किमर्थम् उक्तं? समाधानमेव अस्ति यत् सत्प्रत्ययान्तस्य योगे षष्ठीसमासनिषेधार्थम् एकमेव उदाहरणं सम्भवति. यथा चौरस्य द्विषन् वृषलस्य द्विषन् इति वृषलस्य. सो द्विषो अमित्रे कर्तरि द्विषे धातो शत्रुप्रत्ययः भवति. अमित्रे करोति द्विषेर्धातोः शत्रुप्रत्ययः भवति. द्विषन्तः इति शत्रन्तरूपाणि. अमित्रः नाम शत्रुः इत्यर्थः. ओ ऐ सी. सो वृषस्य द्विषन् द्विषो अमित्रे कर्तरि द्विषेः धातोः शत्रुप्रत्ययः भवति. ओ मै गाड्. ओके. द्विषन्तः. सो द्विष्धातु शत्रञ्ज प्रत्यययोजनेन द्विषन्तौ द्विषन्तः इति रूपाणि भवन्ति. तत्र शत्रु इति अर्थं भवति. शत्रु इति अर्थम्. ओके. द्वेष तत्र तु दिश् धातुतः एव उत्पन्नः अस्ति न? द्वेष. सो वृषलस्य द्विषन् वृषलस्य इति विकेट् पर्सन्. चौरस्य द्विषन् एनिमी आफ् ऐ मीन् हेटर् आफ् चोर यु नो. तत्र अमित्र मीन्स् हेटर्. One who hates. द्विषः शत्रुर्वा इति वार्तिकं. द्विषन् इति शत्रुप्रत्ययान्तस्य योगे षष्ठीविभक्तिः जायते. ओके. षष्ठीविभक्तिः जायते विकल्पेन द्विषः शत्रुर्वा इति वार्तिकेन. इदं वार्तिकं तु न लोकाव्ययनिष्ठाकलर्ततॄणाम् इति सूत्रस्य निषेधकम् अस्ति इत्यतः एव द्विषन् इति शत्रन्तस्य योगे षष्ठी जायते विकल्पेन. अतः चौरं वा द्विषन् पुरस्य पुरं वा द्विषन् द्विषन् इत्यतः तयः प्रयोगाः सन्ति. ओके. सो देन् चौरस्य द्विषन् वृषस्य द्विषन् इति कृते देन् चौरस्य द्विषन् मुरस्य द्विषन्. ओ मुरारि दट्ट कृष्णसिङ्ग्. ओके. मुरस्य द्विषन् द्विजस्य द्विषन् but exactly this the labyrinth is so intertwined that where it is applicable, where it is not applicable, it's not easy to remember and this. Kada shashti bhavati va na bhavitum eva na arhati chet nishedha kimartha nishedha karaniya iti prashna asti na. तत्र पूर्णगुणसुवितार्थः तत्र सत् इति पदमेव आवश्यक अनावश्यकी बट् इट् इस् नाट् द केस् फार् देट् फार् देट् ओन्लि द द्विषं दिशो अमित्रे इति एकमेव उदाहरणं फार् देट् वन् उदाहरणं हि हस् गिवन् द सत् देर् देन् हि शुड् नाट् हव् यूस्ड् देट् एनिवे समटैम्स् इट् लुक्स् लैक् दे आर् स्ट्रेचिङ्ग् एव्रिथिङ्ग् सो मच् देन् We are getting into a rabbit hole. We don't know which way it is going. Yeah. Uma Bhagini, kinchit avagatam va? Sampurnataya avagatam va? Kinchit avagatam. Chinta mastu. Anyway, Vidya Bhagini will take it in the class. Let us wait for that. Ama. And then she will make sure we make mistakes. Anyway, even okay. She... Yeah. We'll stop here. Yeah, Astu Mode. Yeah. Any doubt, anything, Vishabha, Uma Bhagini? Anything? Any question? Otherwise, we can stop, no? No. To ask questions, I should understand more of them. So it was good that we went through that Lataha Shatrushana Chau Apratama and Na Loka Vyaya Nishta. Kalartatranam, yeah. Kalartatranam. So, yeah. Dhanyavada, Mahodaya. Okay, Dhanyavada, Bhagini. Yeah, Namaskaraha, Mahodaya. Namaskaraha. Yeah. Dhanyavada, Bhagini.